अद्यतनकक्षायां सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति तर्कसङ्ग्रहव्याख्या इति पुस्तकं विद्याधरी। पुस्तकं सर्वेषां पुरतः स्यात्। एतावता वयं दृष्टवन्तः न्यायशास्त्रे पदार्थाः के सन्ति, पदार्थानां सम्बन्धः अस्ति, कीदृशः सम्बन्धः भवति, तस्य विवरणं च। बहुत्र पदार्थाः ससम्बन्धिकाः सन्ति इति अपि वयं दृष्टवन्तः। यदा कुत्र पुत्रः अस्ति चेत् तत्र पिता कः इति ज्ञानं, पिता अस्ति चेत् पुत्रः कः इति जिज्ञासा भवति। तद्विना तज्ज्ञानं विना अस्माकं ज्ञानं सम्पूर्णं नास्ति। तत्र ससम्बन्धिकाः साकांक्षाः पदार्थाः इति वयं दृष्टवन्तः। तदग्रे वयं दृष्टवन्तः यत्र भावविषये प्रथमभावः आसीत् निरूप्यनिरूपकभावः इति। यथा वयं पुत्रपिताविषये दृष्टवन्तः, तत्र पुत्रः अस्ति चेत् पुत्रस्य निरूपणं भवति पित्रा द्वारा, तथैव पितुः निरूपणं भवति पुत्रेण द्वारा। तथा तत्र पुत्रशब्दं शृणुमः चेत् पिता कः कीदृशः इति प्रश्नः उदेति। तर्हि तत्र पुत्रे निरूपकता अस्ति, पुत्री क्षम्यतां पितरी निरूप्यता अस्ति। तर्हि तत्र पुत्रः भवति निरूपकः, पिता भवति निरूप्यः इति। तत्र परस्परं सम्बन्धः अपि अस्ति, इत्युक्ते तत्र पुत्रस्य निरूपणं पित्राद्वारा, पितुः निरूपणं पुत्रेण इति परस्परसम्बन्धः भवति। अनन्तरं वयं दृष्टवन्तः व्यासकृष्णकथाविषये, यत्र तत्र तादृशपरस्परसम्बन्धः नास्ति, तत्र केवलं व्यासः निरूपकः भवति, कृष्णकथा भवति निरूप्य इति। तदनन्तरं वयं क्रमेण द्रव्यगुणकर्माणां परिचयः अपि कृतवन्तः। प्रथमं सप्तपदार्थाः सन्ति इति दृष्टवन्तः, तदनन्तरं नवद्रव्याणि, चतुर्विंशतिगुणाः, पञ्चकर्माणि इति तदपि दृष्टवन्तः। तदग्रे सामान्यम् इति विषयः आसीत्, तस्य किञ्चित् परिचयं प्राप्तवन्तः गतसप्ताहे। अद्यतनविषयः अपि तदेव अस्ति, सामान्यविषये वयम् अग्रे पठामः अद्य। समानानां क्षम्यतां, प्रश्नः अस्ति वा? क्षम्यतां, प्रार्थना अस्ति, यः कोऽपि न उच्यति कृपया स्टार् सिक्स् कृत्वा म्यूट् करोतु, स्टार् सिक्स् नोदयतु, म्यूट् करोतु कृपया। अस्तु, महोदय हलो हरि ओम्। हलो हलो, हां, श्रोतुं शक्नोति वा इदानीं? नमस्ते, नास्ति, अहम् अत्रैव अस्मि, शृणोमि इदानीम्। इन्क्रीस् मै वाल्यूम्। अस्तु अस्तु, यः अस्तु, कृपया स्टार् सिक्स् कृत्वा टास्टिक्स् इति नो कृत्वा तत्र म्यूट् करोतु कृपया, नो चेत् अन्येषां कृते बाधा भवति. अस्तु, धन्यवादः. समानानां धर्मः अस्ति सामान्यम् इति गते सप्ताहे वयं बहुः इति उदाहरणं स्वीकृत्य किञ्चित् दृष्टवन्तः. गां प्रथमं लघुबालः अस्ति, सः प्रथमं गां पश्यति. गां इति विषये किमपि न जानाति, गौः इति शब्दमपि सः न जानाति प्रथमं. तदनन्तरं माता तं प्रति वदति इयं गौः इति. तदनन्तरं यदा द्वितीयगां सः पश्यति, स्वयं जानाति तत्र तद् गौः इति, सा धेनुः, सः गौः इति तद् अभिज्ञायाति इयं गौः इति. अत्र पश्यामः चेत् तत्र वार्ताद्वयमस्ति. प्रथममस्ति तत्र गौ शरीरं, द्वितीयमस्ति गौः इति शब्दः. गौ शरीरं सः प्रथमम् अभिजानाति, तदनन्तरं गौः इति शब्दमपि ज्ञात्वा इयं गौः इति वदति. तत्र न्यायशास्त्रे पश्यामः चेत् लोके यत्किमपि वस्तु भवतु, तत्र वस्तुद्वयम् अस्ति चेत् तत्र पूर्णतया समानम् इति न भवति. तत्र पुस्तकमिति उदाहरणं स्वीकुर्मः चेत् तत्र लोके बहूनि पुस्तकानि सन्ति, तत्र एकं पुस्तकद्वयं स्वीकुर्मः चेत् तत्र एकं पुस्तकम् अत्र अस्ति, द्वितीयं पुस्तकं तत्र प्रायः उत्पीठिकायाम् अस्ति इति पश्यामः चेत्, अन्यपुस्तकं तु अपरस्मिन् स्थले अस्ति, तर्हि तत्र पुस्तक द्वयं तत्र एते पुस्तके समानं न इति न समानमिति वक्तुं न शक्नुमः. तत्र परन्तु तत्र तु किञ्चित् साम्यम् अस्ति, तदर्थमेव एतदपि पुस्तकं अन्यस्मिन् स्थले अस्ति, तदपि पुस्तकम् इति वयं वदामः. किमर्थं चेत् तत्र किञ्चित् साम्यम् अस्ति, परन्तु तत् समानम् इति वयं वक्तुं न शक्नुमः. तत्र साम्यम् इति यद्वदामः तत् किं? तत् पुस्तकत्वम् इति, पुस्तकस्य यद्भावः अस्ति तदस्ति पुस्तकत्वं. तत् पुस्तकत्वम् इति यद् भावः, धर्मः तत् पुस्तकेषु अस्ति, तद् अस्ति इति कारणात् एव वयं तत्र साम्यम् इति वदामः. तत् यद् तत्र समानानां धर्मः अस्ति तदेव तत्र सामान्यम् इति वयं तत्र वक्तुं शक्नुमः. तर्हि एकदृष्ट्या वयं पश्यामः चेत् तत्र सर्वेषु पुस्तकेषु किञ्चित् साम्यम् अस्ति. अन्यदृष्ट्या पश्यामः चेत् तत्र पुस्तकेषु तत्र भेदः सन्ति. किमर्थं चेत् तत्र पुस्तकेषु विषयः भिन्नः भवितुमर्हति, तस्य आकृतिः, तेषाम् आकृतिः भिन्ना भवितुमर्हति, रूपं भिन्नं भवितुमर्हति, स्थौल्यं भिन्नं भवितुमर्हति. तर्हि तत्र यत् पुस्तकद्वयं वयं पूर्वं स्वीकृतवन्तः, तत्र पुस्तकद्वयोः भेदः अस्ति एव. परन्तु पुस्तकत्वम् इति दृष्ट्या पश्यामः चेत् तत्र साम्यम् अपि अस्ति. तत् पुस्तकत्वम् इति यद्वदामः, तत् सर्वाणि पुस्तकानि सन्ति इति वयं वदामः खलु. तत् कुतः तद्वदामः इत्युक्ते तत्र पुस्तकत्वम् इति साम्यम् अस्ति. तदर्थमेव यदा वयं यत्किमपि पुस्तकं भवतु, तत् पुस्तकं दृष्ट्वा एतत् पुस्तकम् इति वक्तुं शक्नुमः. प्रथमं तत्र लघुपुस्तकं स्यात्, अनन्तरं वयं यदा रात्रौ पश्यामः तत् प्रायः बृहत् पुस्तकं भविष्यति. परन्तु तदपि पुस्तकं, यद्वयं पुस्तकम् इदानीं पश्यामः तदपि पुस्तकं. तत् यत् साम्यम् अस्ति तदेव सामान्यम् इति. यत् समानानां धर्मः यदस्ति तदस्ति सामान्यम्. सामान्यं नाम जातिः, जातिः इत्यपि वक्तुं शक्नुमः. तत्र इदानीम् अग्रे तत्र लोके यावन्ति पुस्तकानि सन्ति तेषां नाम अस्ति, तेषां धर्मः अस्ति पुस्तकत्वं. तत्र पुस्तकत्वम् इति धर्मः अस्ति, तत् जातिः अपि. जातिः इत्युक्ते सामान्यं, तत्र भेदः नास्ति. तत्र धर्मः इति अहम् उक्तवती, तत्र प्रश्नः उदेति धर्मः इत्युक्ते किम्. सामान्यम् इत्युक्ते जातिः इति अहं पूर्वम् उक्तवती, परन्तु इदानीं धर्मः इत्युक्ते किम्. तत्र सर्वाः जातयः यत् सन्ति तद् धर्मः भवति, परन्तु सर्वे धर्माः जातिः इति न, इति वक्तुं न शक्नुमः. धर्मः इत्युक्ते स्वभावः इति एव. पुस्तकत्वम् इति वदामः चेत् तत् पुस्तकत्वं जातिः अपि अस्ति, सामान्यमपि. किमर्थं चेत् जातिः सामान्यं तु समानमेव, अपि च तद् धर्मः एव. तथा वयम् आसन्दः इति स्वीकुर्मः चेत् आसन्दत्वम् अस्ति, तत् आसन्दत्वं जातिः अपि धर्मः अपि. तथा वस्त्रं पश्यामः चेत् वस्त्रे वस्त्रत्वम् अस्ति, तदपि जातिः अपि अस्ति धर्मः अपि अस्ति. परन्तु आकाशः इति स्वीकुर्मः, आकाशे आकाशत्वम् अस्ति, तत् जातिः अस्ति वा, तत् जातिः भवितुम् अर्हति वा, किं चिन्तयति? एकमेव अस्ति. उत्तमं, बहु उत्तमम्. आकाशत्वम् इति यद् वदामः तत् केवलं धर्मः न तु जातिः. किमर्थं चेत् तत् एकमेव अस्ति. समानानां धर्मः एव जातिः, क्षम्यतां, समानानां धर्मः एव सत्यमेव जातिः सामान्यम् इति वयं दृष्टवन्तः. तर्हि एकमेव आकाशः अस्ति चेत् तत्र समानम् इति कथं वा वक्तुं शक्नुमः वयं? आम्, वृक्षत्वम् अस्ति. तथा वृक्षस्य वृक्षत्वम् अस्ति. वृक्षे वृक्षत्वम् अस्ति. वृक्षे वृक्षस्य स्वभावः वृक्षत्वं, वृक्षत्वं वृक्षे अस्ति. तद् यद् वृक्षत्वम् इति भवती उक्तवती, तद् जातिः अपि भवितुमर्हति, धर्मः अपि भवितुमर्हति वा, नो चेत् केवलं धर्मः वा, किं चिन्तयति भवती? केवल जातिं न, जातिः इति अस्ति चेत् एकक्षणं पश्यतु. तत्र जातिः इति अस्ति चेत् तद् धर्मः अपि, तत्र सर्वाः जातयः धर्मः, परन्तु सर्वे धर्माः जातिः इति न, जातयः इति वक्तुं न शक्नुमः. तर्हि जातिः अस्ति चेत् तद् निश्चयं धर्मः अपि, परन्तु धर्मः अस्ति चेत् तद् जातिः इति वक्तुं न शक्नुमः. तर्हि वृक्षे यद् वृक्षत्वम् अस्ति तद् जातिः अपि च धर्मः वा, नो चेत् केवलं धर्मः वा, किं चिन्तयति? जातिः अस्ति. किमर्थं जातिः अस्ति, किमर्थं केवलं धर्मः इति न? वृक्षस्य धर्मः बहु सन्ति, पत्राणि सन्ति. तथा न, तत्र वृक्षे अस्तु, पत्राणि सन्ति, फलानि सन्ति, तत् सर्वं सन्ति, तत् सत्यं. परन्तु तादृशविषयः नास्ति एतत्, किञ्चित् तत्र यद् वृक्षे वृक्षत्वम् अस्ति तत्र पश्यतु, लोके एकमेव वृक्षः इति वा, नो चेत् बहवः वृक्षाः सन्ति वा? बहवः वृक्षाः सन्ति. तर्हि बहवः वृक्षाः सन्ति चेत् तेषां वृक्षाणां सामान्यधर्मः इति किमपि अस्ति खलु, तदेव वृक्षत्वम् इति वदामः. तत्र समानानां धर्मः इति तेषां वृक्षाणां धर्मः यदस्ति तदस्ति वृक्षत्वम्. तर्हि यदा बहवः वृक्षाः सन्ति तेषां तेषां धर्मः अस्ति वृक्षत्वं, तर्हि वृक्षत्वं भवति सामान्यम् इति, तत् सामान्य वृक्षस्य सामान्यधर्मः वृक्षत्वम् इति वक्तुं शक्नुमः. वृक्षे तद्धर्मः अस्ति, तदर्थमेव वृक्षे वृक्षत्वम् अस्ति इति वक्तुं शक्नुमः. परन्तु आकाशविषये चिन्तयतु किञ्चित्. आकाशे आकाशत्वम् इति आकाशस्य भावः अस्ति, परन्तु आकाशः इति एकमेव पदार्थः, तत्र बहवः आकाशः इति नास्ति. तत्र प्रथमपुटे, अस्माकं प्रथमपुटे पश्यतु, तत्र सप्तपदार्थाः इति सन्ति खलु, तत्र पृथ्वी, जलं, तेजसः, वायु, आकाशः, कालः, दिक्, आत्मा, मनः इति. तत्र आकाशः इति यद् वस्तु अस्ति तत्र केवलम् एकमेव आकाशः अस्ति, तर्हि तत्र समानानां धर्मः इति कथं वा वक्तुं शक्नुमः? एकमेव आकाशः अस्ति चेत् तत् आकाशस्य तस्य आकाशस्य भावः इति आकाशत्वं, तर्हि तत्र तत् केवलं धर्मः एव, जातिः न. इदानीम् अवगतं वा भगिनि? एकक्षणमहोदय, वदतु. यत्र बहुत्वम् अस्ति, यत्र बह्व्यः जातयः सन्ति, तद् अस्ति चेत् तत्र धर्मः यत् जातिः अस्ति तद् धर्मः अस्ति, परन्तु तथा नास्ति. यत्र जातेः इति न, तत्र जातिः इति एकमेव अस्ति, तत्र यतोहि बहवः वृक्षाः सन्ति तेषां भावः वृक्षत्वम् इति एका एव जातिः. एतस्मिन् वृक्षे एकं वृक्षत्वम्, अन्यस्मिन् वृक्षे अन्यवृक्षत्वम् इति नास्ति, तत्र सर्वेषां वृक्षाणाम् एका एव जातिः, एकः एव सामान्यं, तदस्ति वृक्षत्वम्. तर्हि तत् भवति जातिः अपि, सर्वाः जातयः धर्माः अपि, तर्हि वृक्षत्वम् इति जातिः अपि धर्मः अपि. अन्य कोऽपि प्रश्नः अस्ति वा? मम नाम वदतु महोदय. पुस्तकत्वम् अथवा वृक्षत्वम् इति वदेम चेत् किम् अर्थः भवति? पुस्तकत्वम्, उदाहरणार्थं पुस्तकत्वम् इति वदेमश्चेत् तत्र कः अर्थः? तत्र न्यूनानितम पुस्तके पुस्तकत्वस्य न्यूनगुणाः इति वा? यथा बहवः पुस्तकापि सन्ति, आकाराः बहवः सन्ति, यथा गात्राणि बहूनि सन्ति, तथापि पुस्तकत्वम् इति वदेम तदा बहूनि पत्राणि एकत्र बद्धानि इति वा? तदेव पुस्तकत्वं भवति. पुस्तकत्वम् इत्युक्ते किम् इति विषयः, तर्हि तद् किञ्चित् भिन्नविषयः खलु, तत्र पुस्तकस्य लक्षणविषये आगच्छति, तत्र इदानीं वयम् आगच्छेम. तत्र विषयः अस्ति पुस्तकस्य भावः इति, यत् लोके यावन्ति वस्तूनि सन्ति तेषां भावः इति अस्ति एव, तर्हि तत्र आसन्दः अस्ति चेत् आसन्दत्वं, पुस्तकम् अस्ति चेत् पुस्तकत्वम्, उत्पीठिका अस्ति चेत् तत्रापि, तथा सर्वेषां वस्तूनां भावः इति अस्ति एव. तद् भावः यदस्ति तत्र प्रत्येकं वस्तूनि, तद्भावः एव त्वम् इति तत् मधुप्रत्ययेन तल् प्रत्ययेन आगच्छति. तत्र पुस्तकमिति यत्र कुत्रापि बहूनि पत्राणि एकत्र पश्यामः बद्धानि, तदा तदेव पुस्तकम् इति वदामः खलु? न, तदेव महोदय, सत्यं, प्रायः तदेव वक्तुं शक्नुमः. परन्तु बहूनि पत्राणि एकत्रीकृत्वा नास्ति चेत् अत्र केवलम् एकपत्रस्य उपरि अन्यत् पत्रम् इति अस्ति चेत् तत् पुस्तकं न भवति खलु. तर्हि पुस्तकस्य लक्षणं किम् इति तद्भिन्नचर्चा अस्ति. परन्तु अस्माकं विषयः इदानीं यदस्ति इत्युक्ते तत् किमपि भवतु, तत्र लक्षणं किमपि भवतु, पुस्तकस्य लक्षणं. परन्तु यदा वयम् एकं पुस्तकं पश्यामः चेत् पूर्वं तद् प्रायः न दृष्टवन्तः अपि, परन्तु इदानीं पश्यामः चेत् एतत् पुस्तकम् इति वक्तुं शक्नुमः खलु. किमर्थं वक्तुं शक्नुमः, किमर्थं चेत् तत्र पुस्तकत्वम् इति किमपि भावः अस्ति यद्वयं जानीमः. प्रायः वक्तुं न शक्नुमः, यदा बालः अस्ति, लघुबालः अस्ति, प्रायः कानिचन शब्दानि एव, केचन शब्दाः एव वक्तुं शक्नोति. सः बालः यदा गौः गां पश्यति, पूर्वं माता उक्तवती इयं गौः इति, प्रायः गौलक्षणं किम् इति वक्तुं न शक्नोति अपि. परन्तु द्वितीयं गां यदा पश्यति, दृष्ट्वा इयं गौः इति वक्तुं शक्नोति इदानीं. किमर्थं चेत् तत्र गोत्वम् इत्युक्ते किम् इति ज्ञानं तस्य मनसि आगतम् इदानीम्. धन्यवादः. तदेव तत्र सामान्यम् इति, तत्र गोत्वम् इति यद् भावः बालस्य मनसि अस्ति, तदेव इदानीं सामान्यम् इति. अस्तु, अन्यप्रश्नः अस्ति वा? क्षम्यतां महोदय. महोदय, इत्युक्ते धर्मः जातिः इति ज्ञातुं केवलं बहुत्वमेव क्रैटीरिया वा? बहुत्वं तदपि, आम् तदपि, तत्र बहवः वस्तूनि सन्ति चेत् बहूनि वस्तूनि सन्ति चेत् तत्र तेषां भावः यदस्ति तदस्ति जातिः इति. अस्तु, तर्हि अग्रे पठामः. राजी भगिनी आरम्भं करोति वा? तत्र एकत्र अनेकजातीनां वृत्तित्वनिरूपणम्. एकत्र अनेकजातीनां निरूपणम्. अस्तु, तत्र क्षम्यतां, नवमपुटे प्रायः अन्तिमवाक्यं न पठितवन्तः इति चिन्तयामि. आं भगिनि, तस्मात् आरम्भं कुर्मः. तथा च सामान्यपदार्थस्वीकारे अपूर्वगोव्यक्तेः ज्ञानं न स्यात्, अतः सामान्यम् अवश्यं स्वीकार्यं. तदेव शास्त्रे जातिः इति व्यवह्रियते. तल्लक्षणविचारः सङ्ग्रहानुसारेणैव भविष्यति. एकत्र अनेकजातीनां वृत्तित्वनिरूपणं तद्विभागम्. एकक्षणं भगिनि, एकक्षणम्, अवगच्छति वा यत् इदानीं पठितवती तस्य अवगमनं, तदवगतवती वा? किञ्चित् प्रतिपादयितुं शक्नोति वा? न भगिनि, अहं न अवगच्छामि. अहं न अवगच्छामि. अस्तु, शनैः किञ्चित् पठतु, पुनः पठामः प्रत्येकं वाक्यं. तथा च सामान्यपदार्थात् स्वीकारे अपूर्व उद्योगस्य ज्ञानं न स्यात्. तथा च तत्र सामान्यपदार्थ अस्वीकारे, तत्र सामान्यपदार्थ अस्वीकारे अपूर्व उद्योगस्य, तत्र सामान्यमिति पदार्थं न स्वीकुर्मः चेत् तत्र अपूर्वद्योगस्य इत्युक्ते पूर्वं यत् गोवयं न पश्यामः चेत् तस्य ज्ञानं न भवति. तर्हि प्रत्येकं गान् दृष्ट्वा एव तस्य ज्ञानं भवति. तथा नास्ति खलु, वस्तुतः लोके अस्माकम् आनुभविकज्ञानं तथा नास्ति खलु. तत्र तदेव अनन्तरं पठतु. अतः सामान्यम् अवश्यं स्वीकार्यम्. तदेव शास्त्रे जातिः इति व्यवह्रियते. ओ, तत्र नाम जातिः इति शास्त्रं वदति. तल्लक्षणविचारः सङ्ग्रहानुसारेणैव भविष्यति. तत् लक्षणविचारः सङ्ग्रहानुसारेणैव इत्युक्ते सङ्ग्रहं कृत्वा एव सङ्ग्रहः इति पुस्तकः, तर्कसङ्ग्रहः इति अस्माकं पुस्तकः. तत्र लक्षणविचारः एतद् अनुसरणे अग्रे भविष्यति इति. इदानीम् अस्माकं केवलं परिचयः एव, पदार्थानां परिचयः एव. अनन्तरं लक्षणविषये वयं चर्चां कुर्मः. अस्तु, एकत्र अग्रे पठतु. एकत्र अनेकजातीनां वृत्तित्वनिरूपणं तद्विभागं सम्प्रति आह परमपरं चेति द्विविधं सामान्यम् इति दर्शितरीत्या सामान्यं सिद्धं. तत्र इदमुक्तं भवति पुस्तके पुस्तकत्वं सामान्यम् अस्ति. तथैव पुस्तकं वक्ष्यमाणरीत्या पृथिवी, अतः तत्र पृथिवीत्वं जातिर्वर्तते. पुस्तके पूर्वोक्तरीत्या गुणः अस्ति इति तद्द्रव्यमपि, अतः तत्र द्रव्यत्वं जातिः अपि अस्ति. विभागम् अत्र परम् अपरम् इति द्विविधं तत् सामान्यं. यदि वयं पश्यामः चेत् सामान्यमेव सिद्धं तद्रीत्या. पुस्तके पुस्तकत्वं सामान्यम् अस्ति, परन्तु रीत्या यदि वयं पश्यामः तर्हि पृथिवीत्वं तत्र वर्तते. कुत्र वर्तते पृथिवीत्वं? कुत्र इत्युक्ते जाति पृथ्वीत्वम् इति जातिः. सत्यं, जातिः पृथ्वीत्वम् इति जातिः कुत्र वर्तते पुस्तके? हा, उत्तमं, पुस्तके. सत्यं, पुस्तके वर्तते. तर्हि पुस्तके पुस्तकत्वम् इति सामान्यम् अस्ति, तद्वयं पूर्वमेव ज्ञातवन्तः. अनन्तरम् अत्र अस्ति तथा एव पुस्तकं वक्ष्यमाणरीत्या. वक्ष्यमाणरीत्या इत्युक्ते अग्रे गत्वा प्रतिपादयति इति. तत्र इदानीं केवलं वयं स्वीकुर्मः, अग्रे तस्य प्रतिपादनं भवति. पुस्तकं पृथ्वी इति इत्युक्ते पुस्तकं पार्थिववस्तु इति वयम् इदानीं स्वीकुर्मः. तथा स्वीकुर्मः चेत् पुस्तके पृथ्वीत्वमपि अस्ति. किमर्थं चेत् पार्थिववस्तु पृथ्वीत्वम् इति यत् पार्थिव पृथ्व्यां यद् अस्ति, पृथ्व्यां यद्भावः अस्ति पृथ्वीत्वम् इति, तत् पुस्तके अपि वर्तते. किमर्थं चेत् पुस्तकम् अपि पार्थिवो वस्तु. आम् सम्यक् सम्यक् भवति. अग्रे पुस्तके पूर्वोक्तरीत्या गुणाः अस्ति इति तद्द्रव्यम् अपि. अतः गुणः अस्ति तत्र गुण क्षम्यतां भगिनि, तत्र पुस्तके पूर्वोक्तरीत्या गुणः अस्ति इति द्रव्यम् अपि अस्ति इति करेक्ट् अस्ति इति तद् द्रव्यम् अपि पुस्तके द्रव्यत्वम् अपि अस्ति. अतः तत्र किमर्थं एकक्षणं किमर्थं पुस्तके द्रव्यत्वम् अस्ति किमर्थम् इत्युक्ते पुस्तके त्रीणि पदानि सन्ति किल पुस्तकत्वं पृथिवीत्वं द्रव्यत्वं किमर्थं न पुस्तके पुस्तकत्वम् अस्ति. किमर्थं चेत् पुस्तकस्य भावः अस्ति पुस्तकत्वं, तर्हि पुस्तके पुस्तकत्वम् अस्ति. पुस्तकं पार्थिववस्तु, तर्हि पुस्तके पृथ्वीत्वम् अस्ति इति वयम् इदानीं साधितवन्तः. पुस्तके किमर्थं द्रव्यत्वम् अस्ति तत्रैव अस्ति. पठतु भगिनि पुनः पुस्तके पूर्वोक्तरीत्या गुणः अस्ति इति तद् द्रव्यम् अपि. यदा वयं पुस्तकं पार्थिववस्तु इति उक्तवन्तः तथैव द्रव्यम् इत्युक्ते किम्? यस्मिन् गुणः अस्ति यस्मिन् गुणः वर्तते तद् द्रव्यं. पुस्तके गुणः अस्ति वा? पुस्तके गुणः अस्ति चेत् पुस्तकं द्रव्यमपि खलु. तर्हि पुस्तकं गुणः अस्ति इति कारणात् पुस्तकं द्रव्यमपि. तदेव तद्वाक्यं पुनः पश्यतु. पुस्तके पूर्वोक्तरीत्या इत्युक्ते यदा पूर्वं वयं पठितवन्तः दृष्टवन्तः तद्रीत्या गुणः अस्ति इति तद् द्रव्यमपि. इत्युक्ते द्रव्ये गुणः अस्ति चेत् तद् द्रव्यं, पुस्तके गुणः अस्ति इति कारणात् पुस्तकं द्रव्यम् अपि इति. यदा एकक्षणं क्षम्यताम्. अतः यदा पुस्तकं द्रव्यमस्ति तर्हि तत्र द्रव्यत्वम् इति जातिः अपि वर्तते. आहत्य पुस्तके पुस्तकत्वम् अस्ति, पृथ्वीत्वम् अस्ति, द्रव्यत्वमपि अस्ति. अवगच्छति वा? अवगच्छतु महोदय. प्रश्नः अस्ति, पूर्वोक्तरीत्या गुणः अस्ति इति उक्तवन्तः, परन्तु तत्र पूर्वोक्तरीत्या इत्युक्ते पुस्तकत्वम् एव गुणः वा? पुस्तकत्वम् इति गुणः न, पुस्तकत्वम् इति सामान्यम्. पुस्तकत्वम् इति सामान्यं, पुस्तकत्वम् इति जातिः. परन्तु तत्र पश्यतु पृष्ठसङ्ख्या अस्ति सप्तमपुटे पश्यतु. तत्र रूपरसगन्धस्पर्शसङ्ख्या परिमाण पृथक्त्वसंयोग इति तत्र चतुर्विंशतिगुणाः सन्ति खलु. तत्र पश्यामः चेत् रूपम् इति एकः गुणः अस्ति. पुस्तके रूपः अस्ति, रूपम् अस्ति इति वयम् अग्रे गुणविषये यदा प्रतिपादनं भवति पठामः. परन्तु पुस्तके रूपमस्ति, पुस्तकस्य आकृतिः, पुस्तके आकृतिः अस्ति इति, स्थौल्यमस्ति इति, गुणाः सन्ति इति वयं जानीमः. आनुभविकज्ञानमस्ति अस्माकम् इदानीम्. अस्तु, तर्हि तत्र सामान्यम् इति द्विविधम् इति पूर्वं पठितवन्तः, परम् अपरं च इति. तस्य निरूपणम् इदानीम् अग्रे पठामः. अस्तु, रामप्रिया भगिनी भवती पठति वा? आं भगिनि, पठामि. श्रूयते वा? हा श्रूयते. इदानीं नीलवर्णम् उदाहरणं स्वीकुर्मः. तत्र नीलत्वजातिः अस्ति, सः वर्णः, अतः तत्र वर्णत्वमपि वर्तते. परन्तु शब्दे अपि वर्णः इति व्यवहारः वर्तते, अतः वर्णः इत्युक्तौ संशयः भवति. अतः इतः वर्णे रूपम् इति व्यवहारामः. तथा च नीलरूपे रूपत्वमपि वर्तते स च क्षम्यतां भगिनि, तत्र तिष्ठतु, किम् अवगतवती इति वदतु कृपया. नीलवर्णस्य उदाहरणं स्वीकरोति चेत् तत्र नीलवर्णस्य नीलत्वजातिः अस्ति, नीलवर्णे नीलत्वजातिः अस्ति, सः वर्णः तथा तस्य वर्णत्वमपि अस्ति. परन्तु शब्दे अपि वर्णः इति व्यवहारः वर्तते. वर्णः इत्युक्ते शब्दम् अस्ति, अ ऐ अक्षरम्. स्वरव्यञ्जनानि अपि वर्णः इति एव अहं व्यवहारं करोति. अतः वर्णः इत्युक्ते संशयः भवति, सन्देहः भवति, क्लेशः भवति मने. अतः इतः वर्णे रूपम् इति व्यवहरामः. अतः अहं वर्णम् इति वर्णं रूपम् इति वर्णस्य व्यवहारं करोमि. तथा च नीलरूपे रूपत्वम् अपि वर्तते. रूपत्वमपि वर्तते नीलरूपे. नीलत्वम् अस्ति, रूपत्वमपि अस्ति. स च गुण इति एकक्षणं क्षम्यतां. तत्र वर्णः इति व्यावहारिकशब्दः अस्ति. वर्णः इत्युक्ते वयं शब्दे यदस्ति स्वरव्यञ्जनानि, यथा भगिनी उक्तवती उत्तमरीत्या, तथा स्वरव्यञ्जनानि यत् सन्ति तदपि वर्णः इति वदामः. अपि च वर्णः इत्युक्ते नीलवर्णं, रक्तवर्णम् इति अपि वयं व्यवहारे वदामः. परन्तु तथा वदामः चेत् तत्र वर्णः इति वदामः चेत् तद् शब्दे यदस्ति तद्वर्णः वा, नो चेत् नीलवर्णरक्तवर्ण इति वा इति किञ्चित् संशयः भवति अस्माकं मनसि. तदर्थं न्यायशास्त्रे पारिभाषिकशब्दाः सन्ति खलु, तथा तत्र वर्ण इति विषये रूपम् इत्येव वदामः. रूपम् इति वदामः चेत् नीलरूपं, रक्तरूपं, श्यामरूपम् इति रूपम् इति वर्णस्य विषये यदा वदामः रूपम् इत्येव वयं उपयोगं कुर्मः, तत् प्रयोगं कुर्मः. तथा च नीलरूपम् इति यद् उदाहरणम् इदानीं वयं स्वीकृतवन्तः, तस्मिन् नीलरूपे नीलत्वम् इति जातिः अस्ति, अपि च रूपत्वम् इति अपि जातिः वर्तते. अग्रे पठतु भगिनि. क्षम्यता, तथा चेत् नीलत्वं वर्णत्वम् उभयोः अपि समानमेव किल? न, समानं नास्ति. यथा वयं पुस्तकविषये दृष्टवन्तः, तत्र पुस्तकत्वं, पृथ्वीत्वं, द्रव्यत्वम् इति पृथक् पृथक् अस्ति खलु, तथैव तत्र नीलरूपे अपि सत्यं. तद् भिन्नम्, अत्र नीलम् इति वर्णः, नीलं वर्णम् उभयोः अपि समानं, नीलत्वं वर्णत्वं समानमेव. नीलम् इति वर्णः, परन्तु नीलं वर्णम् इति समानं नास्ति खलु. रक्तवर्णमपि अस्ति, रक्तम् इत्यपि वर्णः अस्ति, तर्हि नीलं रक्तं समानः वा? साधु साधु, क्षम्यता. अग्रे पठतु भगिनि. स च गुण इति कृत्वा तत्र गुणत्वजातिः अपि वर्तते. कर्मस्थले उत्प्रेक्षणम् उदाह्रियते, उक्षेपणे क्षम्यताम् उक्षेपणम् उदाह्रियते, उक्षेपणे उत्क्षेपणत्वं वर्तते. तच्च कर्म इति, तत्र कर्मत्वमपि वर्तते. तथा च इत्थं चित्रं भवेत्. नीलरूपे नीलत्वं, रूपत्वं, तथापि गुणत्वमपि जातिः, गुणत्वजातिः अपि नीलरूपे अस्ति. किमर्थं गुणत्वम् इति जातिः अपि अस्ति अत्र? गुणत्वम् इति तस्य यूनीक् क्वालिटि भावः धर्मः धर्म गुणस्य न सत्यं तत् सम्यक् गुणस्य भावः अस्ति गुणत्वं परन्तु मम प्रश्नः अस्ति नीलरूपे किमर्थं नीलरूपे नीलत्वम् अस्ति तत् किमर्थम् इति वयं जानीमः रूपत्वमपि अस्ति तस्य विषये अपि पठितवन्तः किमर्थं गुणत्वम् इति जातिः अपि तत्र वर्तते अन्य कोऽपि वक्तुं शक्नोति वा साहाय्यं करोति वा रूपः एकः गुणः अस्ति खलु उत्तमम् उत्तमं तदेव तत्र रूपम् इति गुणः रूपरसगन्धादि गुणाः चतुर्विंशतिगुणाः सन्ति इति वयं पठितवन्तः तर्हि रूपम् इति गुणः अस्ति इति कारणात् नीलरूपम् इति स्वीकुर्मः चेत् नीलरूपे गुणत्वमपि वर्तते परन्तु भगिनी रूपत्वमपि अस्ति चेत् रूपत्वमपि अस्ति गुणत्वमपि अस्ति भेदः कः आम् अस्तु पश्यतु नीलरूपमिति नीलरूपमिति अस्ति चेत् तत्र नीलत्वम् अस्ति रूपत्वम् अस्ति गुणत्वम् अस्ति मधुरमिति रसः अस्ति मधुररसे किं किं सन्ति तत्र मधु रसः अस्ति रसत्वं मधुरत्वम् अपि च गुणत्वं वा किमर्थं तत् इदानीं भेदः अवगच्छति वा तत्र रसः अपि गुणः खलु तर्हि यत्र रसत्वम् अस्ति तत्रापि गुणत्वम् अस्ति यत्र रूपत्वम् अस्ति तत्रापि गुणत्वम् अस्ति परन्तु रूपत्वं रसत्वं समानं नास्ति तदर्थमेव तत्र रूपत्वमपि अस्ति गुणत्वमपि अस्ति पुनः पृच्छतु महोदय क्षम्यता रूपम् एव एकः गुणः तस्य रूपम् इति एकः गुणः सत्यम् आम् अग्रे वदतु भगिनि कर्मस्थले कर्मस्थले उत्क्षेपणम् उदाह्रियते उत्क्षेपणं कर्म अस्ति पञ्चकर्माणि एक अस्ति उत्क्षेपण उत्क्षेपण उत्क्षेपणे उत्क्षेपणत्वम् अस्ति कर्मत्वमपि अस्ति तच्च कर्म इति तत्र कर्मत्वमपि वर्तते तथा एव चित्रे अस्ति उत्क्षेपणकर्म उत्क्षेपणत्वमस्ति कर्मत्वमपि अस्ति पञ्चकर्मसु एकमस्ति उत्क्षेपण उत्तम अस्तु तर्हि अग्रे सरामः बालसुब्रह्मण्यं महोदय भवान् पठति वा भगिनी एकः प्रश्नः अत्र किमर्थम् अत्र पुस्तके गुणत्वं नास्ति गुणत्वमपि वर्तते खलु पुस्तके किमर्थम् अत्र पुस्तकत्वं पृथ्वीत्वं द्रव्यत्वम् एव दत्तमस्ति परन्तु गुणत्वं न दत्तमस्ति उत्तमप्रश्नः पश्यतु तत्र पुस्तके गुणः अस्ति परन्तु पुस्तकं गुणः वा पुस्तकं गुणः न अस्तु तदेव धन्यवादः भगिनि परन्तु यदा पठामि अत्र पुस्तके पुस्तकत्वमस्ति पुस्तके पृथ्वीत्वमस्ति पुस्तके द्रव्यत्वमस्ति तथैव पुस्तके गुणत्वमस्ति खलु अत्र साम्यं नास्ति खलु अत्र एकक्षणं महोदय क्षम्यतां तत्र पुस्तकत्वम् इति यद्वदामः तदस्ति सामान्यम् इत्युक्ते समानानां धर्मः इति तत्र पुस्तके पुस्तकत्वम् इति भावः अस्ति पुस्तके पृथ्वीत्वम् इति भावः अस्ति पुस्तके द्रव्यत्वम् इति भावः अस्ति पुस्तके गुणः अस्ति गुणे गुणत्वम् इति भावः अस्ति, न तु पुस्तके. अस्तु, अवगच्छति वा? तत्र पुस्तकं पुस्तके पुस्तके गुणः अस्ति, पुस्तके पुस्तकत्वम् इति जातिः अस्ति, गुणे गुणत्वम् इति जातिः अस्ति, पुस्तकं गुणः न, तर्हि पुस्तके गुणत्वं भवितुं न अर्हति खलु? गुणे एव गुणत्वं भवति. परन्तु अत्र पृथ्वी पुस्तके पृथ्वीत्वम् अस्ति. सत्यं, पृथिव्यां गुणः अस्ति, तत्कारणात् अत्र परिभाषा इति अहं सम्यक् न अवगच्छामि भगिनि, तत्कारणात् पृच्छामि परिभाषा का. तत्र चिन्तयतु, तत्र आदेय अधिकरणभावः अस्ति खलु, आदेय आधारभावः इति वयं पूर्वं दृष्टवन्तः, आधारादेयभावः इति. तत्र पुस्तकं पृथ्वी इति यद् द्रव्यमस्ति तद् आधारः अस्ति, तस्मिन् आधारे गुणः इति आदेयः तिष्ठति. द्रव्यमपि अस्ति, पुस्तकम् इति द्रव्यम् अस्ति इति कारणात् पुस्तके पुस्तकत्वम् इति यत् सामान्यवस्तु वस्तु अस्ति चेत् वस्तुषु यद् धर्मः वर्तते तदस्ति सामान्यमिति, समानानां वस्तूनां यद्धर्मः अस्ति, यद्भावः अस्ति तदस्ति सामान्यम्. पुस्तकम् इति पार्थिववस्तु, पुस्तकम् इति द्रव्यम् अपि, किमर्थं चेत् तत्र गुणः अस्ति. तथैव आसन्दः इति पार्थिववस्तु, आसन्दः इति द्रव्यमपि, तर्हि आसन्दे द्रव्यत्वम् अस्ति, पुस्तके अपि द्रव्यत्वम् अस्ति. परन्तु गुणः इति पश्यामः, गुणत्वं गुणे एव वर्तते. नीलत्वम् इति यदा भावः, चिन्तयतु नीलरूपपुस्तकमस्ति इति, अस्तु, तत्र पुस्तकस्य रूपमस्ति नीलरूपम् इति. तत्र तस्मिन् पुस्तके नीलत्वम् अस्ति वा? तत्र पुस्तकं नीलरूपम् इति यदा वदामः चेत् तद् नीलरूपम् अस्ति इति यदा वयं वदामः चेत्, किमपि अन्यवस्तु दृष्ट्वा वदामः चेत् तत्र तत् पुस्तकरूपम् अस्ति इति वदामः वा? न खलु, तत्र सामान्यं नास्ति. अत्र तदेव सामान्यं पुस्तकस्य भावः नीलरूपं नास्ति खलु, पुस्तके नीलरूपम् अस्ति, परन्तु पुस्तकस्य भावः सर्वेषां पुस्तकानां तत्र नीलरूपम् इति न भवति खलु. यथा लिखितम् अत्र, अतः तत्र पृथिवीत्वं वर्तते, पुस्तके पृथिवीत्वं वर्तते, तत् पुस्तके पृथिवी वर्तते इति न वक्तुं शक्यते. तथैव पुस्तके नीलत्वं वर्तते, पुस्तके नीलत्वं वर्तते इति वक्तुं न शक्यते. पुस्तके पुस्तके नीलरूपं वर्तते, किमर्थं चेत् नीलरूपम् इति गुणः अस्ति, पुस्तकम् इति द्रव्यम् अस्ति, पुस्तके नीलरूपं वर्तते. सत्यं उत्तमं, तदेव पुस्तके नीलत्वं न वर्तते, नीलरूपं वर्तते परन्तु नीलत्वं न वर्तते. इत्युक्ते पुस्तकं स्वयं नीलरूपं नास्ति खलु. तथैव पुस्तकं स्वयं गुणः नास्ति, तत्र यत्र गुणः अस्ति तत्र एव गुणत्वं वर्तते. आं भगिनी, धन्यवादः, सम्यक् अवगच्छामि. अग्रे बालसुब्रह्मण्यं महोदय भवान् एव पठति वा? इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः नीलादौ च तिस्रः जातयः सन्ति. कर्मणि द्वे जाति भव्यतां. सर्वा अपि इमाः जातयः एकविधदर्शनेन सिद्ध्यन्ति. इदं पुस्तकम् इदम् अपरं पुस्तकम् इदम् अपि अपरम् इति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति. एवं गुणत्वादौ ज्ञातव्यं. तत्रापि रूपं गुणः रसः गुणः इति एव इत्येवम् एकाकारप्रतीत्या सर्वेषु गुणत्वसिद्धिः एवं कर्मणि. इत्थं दर्शितरीत्या पुस्तके द्रव्ये तिस्रः पुस्तकत्वं द्रव्यत्वं प्रतीत्वम् इति, नीलादौ तिस्रः नीलत्वं गुणत्वं रूपत्वम् इति तिस्रः जाति सन्ति. कर्मणि द्वे केवलं द्वे जाति एव भवेताम्. उक्षेपणत्वं कर्मत्वम् इति सर्वापि इमाः जातयः एकविधदर्शनेन सिद्ध्यन्ति. एकविधदर्शन अस्तु. पूर्वस्मिन् पृष्ठे पश्यतु, तत्र समानानां धर्मः सामान्यम् एकविध अवयवादिजन्यानि यानि गोशरीराणि इति अस्ति खलु. इत्युक्ते एकविध इत्युक्ते एकप्रकार एकरीत्या समानमस्ति इति. तत्र एकविध अवयवादिजन्यानि यानि गोशरीराणि इति तत्र तदेव तत्र एकविध इत्युक्ते तत्र साम्यम् अस्ति. इदं पुस्तकम् इदम् अपरम् इदम् अपरं पुस्तकम् इदमपि अपरम् इति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति. एवं गुणत्व आदौ ज्ञातव्यं. स गुणत्व गुणत्वं किम् इति ज्ञातव्यं. तत्रापि रूपं गुणः रसः गुणः इत्येवम् एकाकारप्रतीत्या सर्वेषु गुणवत्सिद्धिः एवं कर्मणि. गुणः इत्यादि रूप किल तत्र प्रथमवाक्यं पश्येम. इदं पुस्तकम् इदम् अपरं पुस्तकम् इदमपि अपरमिति अनेकानि पुस्तकानि दृष्ट्वा पुस्तकत्वं सिद्ध्यति. सिद्ध्यति इत्युक्ते तत्र प्रथमम् एकं पुस्तकं पश्यामः, अपरम् अनन्तरम् अपरं पुस्तकम् अपरं क्षम्यताम् अनन्तरम् इतोपि अपरं पुस्तकमिति बहूनि पुस्तकानि पश्यामः चेत् तत्र पुस्तकत्वम् इति सर्वेषां पुस्तकानां समा धर्मः इति दृष्ट्वा तत्र जातिः इति दृष्ट्वा तत्र पुस्तकत्वम् इति वक्तुं शक्नुमः. तथैव गुणत्वादौ अपि वक्तुं शक्नुमः. इत्युक्ते रूपः रसः गन्धः इति गुणाः पश्यामः चेत् तत्रापि गुणत्वम् इति ज्ञातुं शक्यते. इति जातिः अस्ति इति ज्ञातुं शक्नुमः. तथैव कर्मणि अपि तत्र एकदृष्ट्या पश्यामः चेत् तत्र साम्यं वर्तते. तत्र यदा तदेव तत्र एकाकारप्रतीत्या इत्युक्ते तत्र रूपं रसः इति भिन्नभिन्नगुणाः सन्ति चेदपि एकं रीत्या एकरीत्या पश्यामः चेत् ते सर्वे गुणाः इति कारणात् तत्र गुणत्वं वर्तते इति वक्तुं शक्नुमः. तथैव कर्मणि अपि तत्र कर्मत्वं वर्तते इति वक्तुं शक्नुमः वयं. सुन्दरं, धन्यवादः. अस्तु, अग्रे सरामः. सुब्रह्मण्यमहोदय, भवान् पठति वा? महोदये, अहम् अस्ति अस्मि पुष्पा भगिनी. नमस्ते भगिनि. नमस्ते. सत्ता अतिरिक्ता जातिः इति निरूपणम्. परन्तु एकाकारज्ञानं यथा गवादौ भवति तथा द्रव्यं सत्, गुणः सन्, कर्म सत् इति द्रव्यगुणकर्मणामपि कर्मणामपि एकविधं ज्ञानं वर्तते. एवञ्च शाबलेयः गौः बाहुलेयः गौः इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिध्यति तथा द्रव्यं सत्, गुणः सन्, कर्म सत् इति एकविधज्ञानेन द्रव्यगुणकर्मसु अतिरिक्तं सामान्यं जातिः सिध्यति. सतः भावः धर्मः सत्ता अतिरिक्ता जातिः. पूर्णतया न अवगच्छामि भगिनि. अत्र परन्तु एकाकारज्ञानं यथा गवादौ भवति तथा द्रव्यं सत्, गुणः सन्, कर्म सत् इति द्रव्यगुणकर्मणामपि एकविधं ज्ञानं वर्तते. अस्तु, यथा गवादौ अहम् एकाकारज्ञानं दृष्ट्वा ये एषा गौ इति वदामि, तथैव द्रव्यं गुण कर्म इत्येषु अपि एकविधं ज्ञानं वर्तते इति अत्र अस्ति. अत्र प्रायः सत् सन् सत् इति एकविधज्ञानम् इति प्रायः अहं चिन्तयामि. किञ्चित् अहं वदामि अत्र. तत्र प्रथमं सत् सन् सत् इति यदस्ति तद् शत्रुप्रत्ययः अस्ति. वयं सर्वे जानीमः एव शत्रुप्रत्ययः इत्युक्ते किम् इति. तत्र द्रव्यम् इति नपुंसकलिङ्गं पदम् अस्ति, तर्हि तत्र सत् इति अस्ति, तथैव कर्म इति, गुणः सन् किमर्थं चेत् गुणः इति पुल्लिङ्गः पदमस्ति. यदा बालकः गच्छन् पश्यति इति वदामः, यानं गच्छत् इति वदामः खलु, तत्र बालकः पुल्लिङ्गपदम् अस्ति चेत् तत्र गच्छन् पठन् इति वदामः. यानम् इति नपुंसकलिङ्गमस्ति चेत् गच्छत् यानं पठत् इति वक्तुं न शक्नुमः, परन्तु गच्छत् पठत् इति रूपं भवति. तथैव तत्र द्रव्यं सत् अस्ति इति यत् क्रियापदमस्ति तस्य स्वतन्त्रप्रयोगमस्ति सत् इति. द्रव्यं सत्, गुणः सन्, कर्म सत् इति ज्ञानं भवति. इत्युक्ते तत्र यद्वयं पूर्वं दृष्टवन्तः, तत्र पुस्तकं वा गां वा गौः इति वा स्वीकुर्मः चेत् तत्र यदा पुस्तकम् इति पुस्तकत्वम् इति ज्ञानं, पुस्तकम् इति पुस्तके पुस्तकत्वम् इति अस्ति इति पुस्तकम् इति ज्ञानं यदा अस्माकं मनसि उदेति, तस्मिन्नेव क्षणे पुस्तकं द्रव्यम् इति अपि, पुस्तकमित्युक्ते गुणः, पुस्तकमित्युक्ते कर्म, कर्म इत्युक्ते क्रिया खलु, पुस्तकमित्युक्ते क्रिया इति ज्ञानं न भवति खलु. पुस्तकम् इति किमपि द्रव्यम् इत्येव ज्ञानम् अस्माकं मनसि उदेति. तर्हि तत्र एकविधज्ञानं तथा वर्तते. तत्र तत् प्रथममस्ति. अनन्तरमस्ति तत्र तत्र द्रव्यम् इति, द्रव्यं सत्, गुणः सन्, कर्म सत् इति तत्र सत् इति तस्य तत्र अस्ति इति किमपि अस्ति इति ज्ञानमपि अस्माकं मनसि उदेति. तत्र अस्तित्वम् अस्ति, तत्र द्रव्यस्य अस्तित्वम् अस्ति, गुणस्य अस्तित्वम् अस्ति, कर्मणः अस्तित्वम् अस्ति इति तत् अस्तित्वज्ञानमपि अस्माकं मनसि उदेति. अस्तु भगिनि, अग्रे पठतु महोदय. एवञ्च शाबलेयः गौः बाहुलेयः गौः इति एकविधज्ञानेन यथा सर्वेषु गोषु गोत्वं सिध्यति तथा द्रव्यं सत् गुणः सन् कर्म सत् इति एकविधज्ञानेन द्रव्यगुणकर्मसु अतिरिक्तं सामान्यं जातिः सिध्यति. अत्र उदाहरणमस्ति, गौः बहुविधाः सन्ति, अत्र द्वे गौ विषये दत्तमस्ति. अत्र शाबलेयः गौः अस्ति, बाहुलेय अपि गौ अस्ति, अत्र एकविध ज्ञानं भवति. तथा अहम् एषा गौ इति वदामि, तथैव द्रव्यं गुणः कर्म तेषाम् एकविधज्ञानेन तस्य तेषां जातिः अपि सिध्यति इति अहं चिन्तयामि. उत्तमं महोदय, तदेव किञ्चित् किञ्चित् अहं प्रायः पुनः वदामि. तत्र शाबलेयः बाहुलेयः इति गौः विशेषः अस्ति. तत्र शाबलेयः इत्युक्ते इति गौः विशेषः एव, इत्युक्ते कैण्ड् आफ् कौ. तत्र फुट् नोट् अपि अस्ति खलु, पश्यतु, वृक्षवादिनिर्देशाय शास्त्रदीपिकादि प्राचीनग्रन्थेषु शाबलेयः बाहुलेयः इत्यादि पदानि दृश्यन्ते, इत्युक्ते ते वृषभः एव. शाबलेयः बाहुलेयः इति वृषभविशेषः. तत्र शाबलेयः वा भवतु बाहुलेयः वा भवतु, तत्र किञ्चित् भेदः सन्ति. परन्तु यदा वयं तत् पश्यामः चेत् तत्र गौः इति ज्ञानम् अस्माकं मनसि उदेति. किमर्थं चेत् तत्र गोत्वम् अस्ति, सामान्यं तत्र जातिः, गोत्वम् इति जातिः तत्र वर्तते. तर्हि वयं तत्र गौः इति यदा वयं शाबलेयः पश्यामः चेत्, नो चेत् बाहुलेयः पश्यामः चेत् तत्र इयं गौः इति ज्ञानम् अस्माकं मनसि उदेति. तथैव तत्र द्रव्यं वा भवतु, गुणः वा भवतु, कर्म वा भवतु, तत्र अस्ति इति एकविध सामान्यज्ञानम् अस्ति खलु. तत्र द्रव्यगुणकर्मसु तत्र एकविधसामान्यजातिः अस्ति, यदस्ति स अस्ति. तत् सत् इति द्रव्यं सत्, गुणः सन्, कर्म सत् इति तत्र अस्तित्वम् अस्ति इति एकविध साम्यमस्ति तेषां. तत् सामान्यजातिः यदस्ति तद् अग्रे पठतु महोदय, इतोपि एकवाक्यमस्ति खलु, एकं वाक्यं. सतः भावः धर्मः, सत्ता अतिरिक्ता जातिः. तत्र सत् एत् सत् अस्ति, तत्र सतः इत्युक्ते तत्र सत् इति पदस्य षष्टिविभक्तिरूपम्. तत्र सत्तः भावः अथवा धर्मः तदेव सत्ता. सत्ता इति यदस्ति तत् सत्तः भावः. तत्र चित्रं पश्यतु, द्रव्ये अपि अस्ति सत्ता, गुणे अपि अस्ति सत्ता, कर्मणि अपि अस्ति सत्ता. तत्र सत्ता इति यत् तत् अस्ति इति यद्भावः अस्ति, तद् द्रव्ये अपि अस्ति, गुणे अपि अस्ति, कर्मणि अपि अस्ति, तदेव सत्ता. तत् किमपि भवेत् परन्तु अस्ति, सत्यं तदेव. किमपि भवेत्, परन्तु तद् अस्ति इति तद् भावः अस्ति खलु, तदेव सत्ता इति जातिः. अस्तु, अवगच्छन्ति वा? तत्र प्रश्नः चेत् अस्ति चेत् कृपया पृच्छतां, किमर्थं चेत् एतत् कक्षा तु दूरवाण्या अस्ति खलु, अहं भवतः मुखं दृष्ट्वा ज्ञातुं न शक्नोमि अवगमनम् अभवत् वा न वा इति. तर्हि लज्जा मा भवेत्, कृपया वदतु प्रश्नः अस्ति चेत्. भगिनि इत्युक्ते द्रव्ये जातिः भवेत् अथवा गुणे जातिः भवेत्, कर्मणि जातिः भवेत् इति अर्थः वा? तत्र द्रव्ये गुणे कर्मणि तु जातिः अस्ति एव, परन्तु तत्र द्रव्ये द्रव्यगुणकर्मसु तत्र सामान्यजातिः यदस्ति तदस्ति सत्ता इति. समवाये अपि सत्ता अस्ति वा? अभावे प्रायः नास्ति. समवाये तत्र पृष्ठसङ्ख्या अष्टम पुटं पश्यतु, तत्र केवलं द्रव्यगुणकर्मसु एव तत्र जातिः अस्ति, सामान्यं वर्तते. समवाये अभावः एव अस्ति अत्र. सत्ता इति किमपि पारिभाषिकशब्दः अस्ति. तर्हि तत् सत्ता इति यद् द्रव्यगुणकर्मसु यत् साम्यं दृश्यते तदस्ति सत्ता इति. अस्तु, तर्हि अग्रे करामः. सञ्जीव् महोदय, भवान् पठति वा? पठामि. सत्तायाः परत्ववर्णनं तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्धनीया, स एव परा जातिः, परं सामान्यं. परमित्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि, सः अर्थः. द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते, परन्तु गुणे नास्ति, तत्र सत्ता वर्तते. गुणत्वं सर्वेषु गुणेषु वर्तते, परन्तु द्रव्ये नास्ति, तत्रापि सत्ता वर्तते. एवं कर्मत्वस्यापि तथा च जगति शतं द्रव्याणि, सहस्रं गुणाः, पञ्चशतं कर्माणि चेत् तत्र सत्तायाः परत्ववर्णनम् इति, सत्ता इति अतिरिक्ता जाति इति वर्णनं कुर्वन्ति. तथा च पूर्वस्मिन् चित्रे द्रव्ये गुणे कर्मणि च एका जातिः वर्धनीया. द्रव्ये अपि सत्ता अस्ति, गुणे अपि सत्ता अस्ति, कर्मणि अपि सत्ता अस्ति इति दृष्टं. सा एव परा जातिः, परा इत्युक्ते अन्या जातिः. परं सामान्यम् इदं न अवगच्छामि. परं सामान्यं तत्र परमेव परं भावः इति सामान्यं वा? परं सामान्यम् इत्युक्ते तत्र परा इति जातिः अस्ति खलु, तद्वयं पर पूर्वं दृष्टवन्तः, जातिः द्विविधं, परम् अपरं च इति. तत्र परा इति एतावता वयं सत्ताविषये पठितवन्तः. तत्र सत्ता इति एका एव जातिः द्रव्ये गुणे कर्मणि च अस्ति इति वयम् इदानीं अस्माभिः इदानीं साधितम्. तद् नूतना जातिः अस्ति सत्ता इति. तदेव तत्र पराजातिः, पराजातिः इत्युक्ते परं सामान्यम् इत्युक्ते तस्य उपरि किमपि नास्ति इति. तत् सत्ता एव परं पराजातिः, तस्य अपेक्षया इतोपि बृहज्जातिः इति किमपि नास्ति. इत्युक्ते सत्तायाः अपरं नाम परा इति वा? सत्तायाः अपरं नाम परा इति न, परन्तु सत्ता एव सत्ता अपेक्षया परा जातिः नास्ति इति. तदेव परा सत्ता परा जातिः, सत्ता नाम परा इति न, सत्ता इति परा जातिः अस्ति. सत्ता परा जातिः अस्ति. सत्ता परा जातिः अस्ति. किमर्थमिति अग्रे आगच्छति, तत्र किञ्चित् प्रायः इतोपि क्लारिटि भवेत् अनन्तरं. तत्र सत्ता इति परा जातिः अस्ति. परं सामान्यम् इत्युक्ते अल्टिमेट् इति चिन्तयतु, तत्र तस्य अपेक्षया किमपि अधिकं बृहत् जातिः इति किमपि नास्ति. सत्ता एव परा जातिः. अवगतं. परमित्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि सः अर्थः. परम् इत्यस्य यस्य अधिकरणानि सर्वेभ्यः सामान्येभ्यः अधिकानि सः अर्थः. तदेव उक्तम् अत्र. परा एव अधिका जातिः इति, अधिकतमा जातिः. द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते परन्तु गुणे नास्ति, तत्र सत्ता वर्तते. द्रव्यत्वं सर्वेषु द्रव्येषु वर्तते परन्तु गुणे द्रव्यत्वं नास्ति, तत्र सत्ता एव वर्तते. गुणत्वं सर्वेषु गुणेषु वर्तते परन्तु द्रव्ये गुणः नास्ति, तत्रापि सत्ता वर्तते. एवं कर्मणि अपि कर्मत्वं वर्तते परन्तु गुणः नास्ति, सत्ता एव वर्तते कर्मणि अपि. तथा च जगति शतं द्रव्याणि सहस्रं गुणाः पञ्चशतं कर्माणि चेत् शतं द्रव्यत्वं शतं द्रव्याणि द्रव्येषु वर्तते इति. गुणत्वं सहस्रेषु सर्वेषु गुणेषु गुणत्वं वर्तते, सर्वेषु कर्मणि कर्मत्वं वर्तते, परन्तु सर्वेषु सत्ता तु वर्तते एव भवति एव. सत्यं. तत्र तत्र यावन्ति द्रव्याणि सन्ति, यावन्तः गुणाः सन्ति, यावन्ति कर्माणि सन्ति, तत्र तेषु सत्ता वर्तते एव. परन्तु द्रव्ये केवलं द्रव्ये द्रव्यत्वं, गुणे गुणत्वं, कर्मणि कर्मत्वं, परन्तु सर्वेषु सत्ता. तर्हि तत्र एकशतं द्रव्यत्वम्, एकसहस्रगुणत्वं, पञ्चशतं कर्मत्वम् अस्ति चेत् सत्ता सत्ता तु तत्र कियत् अस्ति? षोडशशतं. सत्यं. तर्हि तत्र चतुर्षु सामान्येषु इत्युक्ते तत्र द्रव्यत्वं गुणत्वं कर्मत्वं सत्ता इति पश्यामः चेत् तत्र कस्य अधिकरणानि अधिकानि? सत्तायाः. तर्हि सत्ता एव तत्र पराजातिः इति. तत्र अन्तिमवाक्यमपि पठतु महोदय. तथा च सत्तायाः अधिकरणानि सर्वसामान्येभ्यः अधिकानि इति सा परा. तथा सत्ता सर्वेषु पदार्थेषु वर्तते इति सा एव परा जातिः. सर्वेषु पदार्थेषु इति न, तत्र द्रव्यगुणकर्म कर्मसु एव तत्र द्रव्यगुणकर्मसु तत्र अस्ति तर्हि तत्र सत्तायाः तत्र सामान्यम् इति पदार्थः केवलं द्रव्यगुण कर्मसु एव वर्तते तत्र द्रव्यत्वं द्रव्ये एव गुणत्वं गुणे एव कर्मत्वं कर्मणि एव परन्तु सत्ता त्रिषु प्रश्नः तर्हि दशमपुटे पुस्तके सत्ता अस्ति नीलरूपे सत्ता अस्ति अपि च उत्क्षेपणकर्मणि सत्ता अस्ति सत्यं सत्यम् अस्तु अग्रे पठामः वा आं भगिनि सुब्रह्मण्यमहोदय भवान् पठितवान् वा पूर्वं पठितवान् आं भगिनि महोदय अहम् इदानीम् अर्धघण्टा पूर्वम् आगतवान् अहं पठितुं शक्नोमि अहं भवनः ओ नमस्ते महोदय आं भवान् एव पठतु तर्हि परन्तु एतावत्पर्यन्तं किम् अत्र तत् किञ्चित् क्लिष्टकरम् आसीत् परन्तु पठामि तथा च सत्तायाः अधिकारिणि सर्वसामान्येभ्यः अधिकारिणी तदभवत् अस्तु अस्तु द्रव्यत्वादीनां परापरत्वसाधनं परापरत्वसाधनम् एवमेव व्यस्तक्रमेण न्यूनाधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणानि पृथिवीत्वापेक्षया अधिकानि पृथिवीत्वं पृथिव्यामेव द्रव्यत्वं तु जलादावपि अस्ति अतः द्रव्यत्वं सत्तापेक्षया अपरं न्यूनेषु वर्तते पृथिवीत्वापेक्षया परम् अधिकेषु वर्तते एवं पृथिवीत्वं एकक्षणं महोदय अस्तु इतः परं वदतु अस्तु एवमेव व्यस्तक्रमेण न्यूनाधिकरणचिन्तायां द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणानि पृथिवीत्वापेक्षया अधिकानि न्यूनाधिकरणचिन्तायाम् अस्तु द्रव्यत्वस्य सत्तापेक्षया न्यूनाधिकरणानि पृथिवीत्वापेक्षया अधिकानि पृथिवीत्वं पृथिव्यामेव पृथिव्यां पृथिवीत्वं भवति द्रव्यत्वं तु जलादावपि अस्ति द्रव्यत्वं जलादौ अपि अस्ति तत्र नावगतं भगिनि अस्तु अस्तु चिन्ता नास्ति तत्र वयम् इतः पूर्वमेव पठितवन्तः इत्युक्ते तत्र सत्ता द्रव्ये अपि अस्ति गुणे अपि अस्ति कर्मणि अपि अस्ति इति पठितवन्तः इदानीं तर्हि तत् सत्ता इति पराजातिः इति अपि वयं दृष्टवन्तः इदानीं प्रथमं दृष्टवन्तः खलु परमपरम् इति सामान्यं द्विविधमस्ति तर्हि तत्र इदानीं परमपरम् इति यद् द्विविधमस्ति तस्य साधनं भवति तत्र द्रव्यम् इति यद् दृष्टवन्तः सत्ता इति यदपेक्षया द्रव्यस्य अधिकरणानि न्यूनानि अस्ति तत्र यस्य अधिकरणानि अधिकानि तत्पूर्वं वयं पठितवन्तः सत्ता इति तत्र सत्ता इति यद् जातिः अस्ति तस्याः अधिकरणानि सन्ति द्रव्यगुण कर्माणि इति त्रिषु पदार्थेषु अपि सत्ता इति जातिः वर्तते परन्तु द्रव्यत्वम् इति यद् जातिः अस्ति तत् केवलं द्रव्ये एव गुणे नास्ति कर्मणि नास्ति अस्तु इदानीं पृथ्वी इति पश्यामः पृथ्वी इत्युक्ते किं पृथ्वी इति एकं द्रव्यं प्रथमपुटे पश्यतु द्रव्यं नवद्रव्याणि इति पठितवन्तः खलु तत्र पृथ्वी इति एकं द्रव्यं पृथ्वीत्वम् इति यदस्ति तत् केवलं पृथ्व्यामेव अस्ति, पृथिव्यामस्ति, अस्तु. जलादौ नास्ति, तत्र द्रव्यत्वं तु जलादौ अपि अस्ति इति वाक्यं तत्र सन्धिविभर्ज्य पठतु. तत्र पृथ्वीत्वं पृथ्व्यामेव, द्रव्यत्वं तु जलादौ अपि अस्ति. तर्हि तत्र पृथ्वी इति पृथ्वीत्वम् इति यत् अस्ति तत् केवलं पृथ्व्यां, परन्तु द्रव्यत्वं पृथ्व्यामपि अस्ति, जलादौ अन्य द्रव्येषु अपि अस्ति. तर्हि पृथ्वीत्वापेक्षया द्रव्यत्वम् अधिकेषु स्थलेषु वर्तते, सत्यं? यदि पृथ्वी स्वीकुर्मः चेत् पृथ्वी अपेक्षया द्रव्यम् अधिकेषु स्थलेषु वर्तते इति. अस्तु अस्तु, अतः तद्वाक्यं पठतु. अतः द्रव्यत्वं सत्ता अपेक्षया अपरम् इत्युक्ते सत्ता अपेक्षया द्रव्यत्वं न्यूनेषु स्थलेषु अस्ति. अस्तु, सत्ता अपेक्षया द्रव्यत्वम् अपरम्. अस्तु, अपरं किमर्थं चेत् तत्र न्यूनेषु स्थलेषु वर्तते, परन्तु पृथ्वीत्व अपेक्षया परम् अस्ति. किमर्थं चेत् पृथ्वीत्व अपेक्षया अधिकेषु स्थलेषु वर्तते. अस्तु, पृथ्वीत्वमपेक्षया न्यूनेषु वर्तते पृथ्वीत्वपेक्षया, द्रव्यत्वं सत्ता अपेक्षया अपरं न्यूनेषु वर्तते. अस्तु, पृथ्वी अपेक्षया अधिकेषु वर्तते इत्युक्ते सत्ता विषये वदति वा अत्र, द्रव्यत्वविषये वदति वा? पुनः पृच्छतु महोदय, सम्यक् न श्रुतं. द्रव्यत्वं तु सत्ता अपेक्षया अपरम् इत्युक्ते न्यूनेषु वर्तते इति, तदेव द्रव्यत्वं पृथ्वी अपेक्षया परम् इत्युक्ते अधिकेषु वर्तते इति वा? सत्यम्. अस्तु, तर्हि परम् अपरम् इति तत्र इत्युक्ते तत्र केवलं सत्ता इति यद् वदामः तत् पराजातिः इति उक्तवन्तः खलु, तथा द्रव्यत्वं वा पृथ्वीत्वं तथा वक्तुं न शक्नुमः. तत्र यस्य अपेक्षया तत्र तत्र द्रव्यत्वम् इति पश्यामः चेत् तत्र कथं तत्र तत् पृथ्वीत्व अपेक्षया परं भवितुमर्हति, सत्ता अपेक्षया अपरमपि भवितुमर्हति. तर्हि तत्र परापरत्वम् इति अस्ति तत्र. ओके, अस्तु, न्यूनेषु न्यूनेषु अर्थं किम्? न्यून इत्युक्ते न्यूनं, न्यूनम् इत्युक्ते अधिकं नास्ति इति. न्यूनं च अधिकं न्यून तत्र यद् बृहत् पृथ्वी द्रव्यमिति पश्यतु, यद् बृहत् अस्ति द्रव्यं खलु, पृथ्वी तु न्यूनमस्ति, लघु अस्ति इति चिन्तयतु. तत्र अधिकं नास्ति, तत्र न्यूनस्थले एव पृथ्वीत्वमस्ति द्रव्यत्व अपेक्षया. अवगतवती वा? अवगच्छति भगिनी. अतः परम् अपरम् इति द्वयोः तोलनरीत्या एव उपयुज्यते वा? सत्यं, परम् अपरम् इति तत्र केवलं सत्ता इति वदामः चेत् तत् सर्वदा पराजातिः एव, परन्तु द्रव्यत्वं पृथ्वीत्वम् इति यदा वदामः तत् तोलनरीत्या एव वक्तुं शक्नुमः. अस्तु भगिनि, अतः द्रव्यत्वं सत्तापेक्षया अपरं न्यूनेषु वर्तते, पृथ्वीत्वापेक्षया अपरम् अधिकेषु वर्तते, एवं पृथ्वीत्वं द्रव्यत्वापेक्षया न्यूनवर्ति, घटत्वापेक्षया घटस्य अधिकवृद्धि, घटत्वं पटे नास्ति तत्र पटत्वं वर्तते, पटत्वं घटे नास्ति तत्र घटत्वं वर्तते, परन्तु घटे पटे च पृथिवीत्वं वर्तते, अतः पृथिवीत्वं सत्ताद्रव्य द्रव्यत्वाभ्यां न्यूनवृत्ति, अपरं घटत्वपटत्वादिभ्यः अधिकवृत्ति परम्। अस्तु, तर्हि यदि आम् पृथिवीं स्वीकुर्मः चेत् तत् द्रव्यत्वापेक्षया न्यूनता एव वर्तते तत्र, परन्तु घटत्वापेक्षया अधिकवृत्तिः वर्तते, इत्युक्ते घटं तु न्यूनं पृथिवी अधिकम् इति अवगतम्। पटम् अत्र पटं कुत्र अस्ति भगिनि, उपरि वा? पटम् इत्युक्ते पटम् इत्युक्ते वस्त्रं, वस्त्रम्। अस्तु, तत्र न्यायशास्त्रे घटपटविषये महती चर्चा भवति। अस्तु अस्तु, तर्हि घटत्वं पटे नास्ति, तत्र पटत्वं वर्तते, इत्युक्ते पटे घटत्वं नास्ति, पटे तु पटत्वं वर्तते। अस्तु, पटत्वं घटे नास्ति, तत्र घटत्वं वर्तते। अस्तु, घटे घटत्वं वर्तते, पटे पटत्वं वर्तते इति एव तत्र सामान्य अर्थः, तत्र तन्तुष्टरिव किमर्थं कृतवन्तः न जाने अहं, परन्तु घटे पटे च पृथिवीत्वं वर्तते, द्वौ अपि पृथिवीत्वं भवति, अवगतं। पृथिवीत्वं सत्ताद्रव्यत्वाभ्यां न्यूनवृत्ति, न्यूनवृत्ति इत्युक्ते सत्ता स्वीकुर्मः, द्रव्यं स्वीकुर्मश्चेत् पृथ्वी न्यूनता, पृथिव्याः न्यूनता वर्तते इति अवगतम्। घटत्वपटत्वादिभ्यः अधिकवृत्ति परं, घटत्वपटत्वं स्वीकुर्मः चेत् तत्र पृथिव्याः अधिकवृत्ति भवति इति अवगतम्। अत्र पुनः एकवारं परम् अपरम् इत्युक्ते, अपरम् इत्युक्ते न्यूनता दर्शयति वा? तदेव, न्यूनवृत्तिः अस्ति चेत् तत्र अपरम्, अधिकवृत्तिः अस्ति चेत् तत्र परं, यद् अधिकदेशवृत्तिः अस्ति तत् परं, यद् न्यूनदेशवृत्तिः अस्ति तत् अपरं, तदर्थमेव सत्ता इति परम् अस्ति, किमर्थं चेत् तदेव अधिकदेशवृत्तिः अस्ति सर्वेषाम् अपेक्षया। यत्र अधिकता वर्तते तत्र परम् इति वदामः, परमं पदम् इति वा? अस्तु, यत्र यद् अधिकेषु स्थलेषु वर्तते, अधिकेषु वस्तुषु वर्तते तद् अपरं, यत् न्यूनस्थलेषु न्यूनेषु स्थलेषु वर्तते तद् अपरम्। तथा न इति चिन्तयामि भगिनि, चिन्तयतु यदि पृथ्वी स्वीकुर्मः चेत् तत्र पृथिवी तु सत्ताद्रव्यं स्वीकुर्मः चेत् तत्र पृथिव्याः न्यूनता वर्तते, परन्तु घटं पटं स्वीकुर्मश्चेत् तत्र ते अधिकेषु स्थलेषु वर्तन्ते खलु। सत्यं, तदेव तत्र तथैव तत्र पृथ्वीत्वम् इति यत् जातिः अस्ति तद् अपरमपि भवितुम् अर्हति, परमपि भवितुम् अर्हति। अस्तु, यदि तत्र तोलनरीत्या एव वक्तुं, तोलनदृष्ट्या एव वयं परं वा अपरं वा इति वक्तुं शक्नुमः। अस्तु अस्तु, अवगतं, किञ्चित् अवगतं भगिनि। अस्तु, इतोपि प्रायः लघुपरिच्छेदः अस्ति, तत् समाप्य अद्य कक्षां समापयामः। पठामि वा अहम? रामकार्तिकमहोदय पठतु। घटत्वादि जात्यपेक्षया न्यूनवृत्तिः जातिः नास्ति इति घटत्वम् अपरजातिः इति उच्यते। सर्वमेतत् बुद्धौ निधाय मूले उक्तं परम् अपरं चेति द्विविधं सामान्यम्। परं सत्ता अपरं पटत्वादि पृथ्वीत्वादि परापरम् इति तदर्थः। अस्तु, तत्र उक्तं घटत्वम् इति अपरजातिः अस्ति इति, यथा सत्ता पराजातिः आसीत् तथैव घटत्वम् अपरजातिः इति वदामः अस्ति। तर्हि तत् यत् पूर्वम् उक्तं तत् सर्वं बुद्धौ निधाय एव परमपरं च इति द्विविधं सामान्यम् इति इति पुस्तके उक्तम्। परं सत्ता अपरं पटत्वादि तत्र इत्युक्ते सत्ता परा इति जानीमः, पटत्वादि इत्युक्ते घटपटत्वादि भ्यः अपराः इति वदामः। तत्र द्रव्यत्वं भवतु पृथ्वीत्वं भवतु पृथ्वीत्वादि सर्वे परापरं भवितुमर्हन्ति। तोलनरीत्या वयं परं वा अपरं वा इति जानीमः इति तत्र प्रथमवाक्यं पश्यतु, घटत्वादि जाति अपेक्षया न्यूनवृत्तिः जातिः नास्ति इत्युक्ते मम अवधानं किम् इति तत्र घटं स्वीकुर्मश्चेत् तस्य अपेक्षया न्यूनवृत्तिः नास्ति, किमपि जाति नास्ति तत्र घटत्वम् क्षम्यतां महोदय घटं न घटत्व अपेक्षया न्यून जातिः, घटत्व अपेक्षया तु न्यून वृत्तिः जातिः नास्ति, तर्हि घटत्वम् अपरजातिः इति उच्यते सर्वदा। परन्तु पृथिवीं स्वीकुर्मश्चेत् तत्र परमपि अस्ति अपरमपि अस्ति, तदर्थं तद् भवति पृथिवीत्वं परापरम् इति भवति। किमर्थं पृथिवीत्वं स्वीकुर्मश्चेत् तत्र न्यूनवृत्तिः भवति घटम्, अधिकवृत्तिः इति वक्तुं शक्नुमः वा? अस्तु, तर्हि सत्ता अपेक्षया पृथिव्याः पृथिवीत्वं न्यूनवृत्तिः भवति, तदर्थं तत्र तद् अपरं भवति। सत्ता स्वीकुर्मश्चेत् पृथ्वी अपरं भवति, घटं स्वीकुर्मश्चेत् घटत्वं स्वीकुर्मश्चेत् पृथिवीत्वं परं भवति, तदर्थं पृथिवी परापरं भवति। परन्तु घटं स्वीकुर्मश्चेत् तस्य न्यूनवृत्तिः घटत्वस्य न्यूनवृत्तिः जातिः नास्ति, तदर्थं घटत्वम् अपरजातिः एव भवति अथवा अपरजातिः इति उच्यते। घटत्वम् अपरम् अस्ति, तत्र यद् लघु तस्य अपेक्षया लघुजातिः किमपि नास्ति, तर्हि तदस्ति अपरं। सत्ता अपेक्षया बृहत् जातिः नास्ति, तदस्ति परम्। तत्र सत्ता अस्ति परा जातिः, घटत्वमस्ति अपरं जातिः। पृथ्वीत्वं द्रव्यत्वं गुणत्वम् इति यद्वयं पश्यामः, तद् कदाचित् परं भवितुमर्हति, कदाचित् अपरं भवितुमर्हति, तर्हि तत् परापरम् इति तोरणरीत्या एव वक्तुं शक्नुमः। अस्तु, अवगच्छन्ति वा? सर्वम् एतत् बुद्धौ निधाय मूले उक्तं परमपरं चेत् इति च इति द्विविधं सामान्यम्। अस्तु, तत्र मूले इत्युक्ते मूलग्रन्थे अस्माकं मूलग्रन्थ तर्कसङ्ग्रहः अस्ति, एतत् परम् अपरम् इति एतद् विषयं यद् वयं पठितवन्तः इदानीं, तत् स्वीकृत्य एव तत्र परम् अपरम् इति सामान्यं द्विविधं भवति इति तत्र उक्तम् इति। अस्तु अस्तु, अवगतम्। अस्तु, किञ्चित् समयः जातः इदानीं, तर्हि अद्य अत्र समापयामः। कृपया तत्र प्रायः ध्वनिमुद्राणि ध्वनिमुद्रणं पुनः शृणोतु, स्वरूपमहोदयस्य ध्वनिमुद्रणमपि शृणोतु, प्रायः किञ्चित् इतोपि सम्यक् अवगमनं भवेत्। प्रश्नः अस्ति चेत् आगामिकक्षायां कुत्र अस्ति समय ध्वनिमुद्रणं तत्र ईमेल् लिङ्क् प्रेषितवान् खलु, तद् जालपुटे अस्ति, तत् शृणोतु। पूर्वम् अस्तु, आम् अस्तु, धन्यवादः सर्वेषां, शुभरात्रि। धन्यवादः भगिनी, शुभरात्रि।